समासूत्राणि भगिनि? आं महोदय. तत्पुरुषः पिगुश्च द्वितीयाशतातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमिदं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेषेण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नै विशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाद्यापकदूर्तैर्जातिः प्रशंसावचनैश्च युवाखलतिपलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः शमणादिभिः चतुष्पादो गर्भिण्या मयूरविंसकादयश्च द्वितीयपादः पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्टी याजकादिभिश्च न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगदिप्रादयः उपपदम् अतिम् अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच धन्यवादः. अस्ति वा? ओ, ऐ वास् रीडिङ्ग् द सूत्रास् मैसेल्फ्. ओ, ओके. समासान्तसूत्रं ऐ डिण्ट् रियलैस् दट् ऐ हेव् नाट् अन्म्यूटेड्. ओके, सो अत्र ऐ सा द थिङ्ग् मूविङ्ग् सो ऐ वास् वण्डरिङ्ग् इस् सम्बडि रीडिङ्ग् आर् ऐ एम् नाट् हियरिङ्ग्. ओ, वाट् हेपन्ड् वास् ऐ हेड् चेञ्ज्ड् मै हेड्फोन्स्. Okay. Muted and changed my headphone. then I didn't unmute. Okay. अत्र षष्टिशेषे इति सूत्रचिन्तनं पुनरावर्तनं कुर्मः. तत्र षष्टिशेषे इति सूत्रस्य अर्थद्वयं वर्तते. एकमस्ति सम्बन्धषष्टि, यत्र यत्र सम्बन्ध निरूप्यते गुणगुणिनो अवयवभिनो इत्यादि जन्यजनकभाव इत्यादि यत्र सम्बन्धः अस्ति तत् सम्बन्धषष्टि इति उच्यते. अन्यः अस्ति कारकषष्टि. कारकषष्टि इत्युक्ते अविवक्षा अस्ति चेत् विशिष्टसूत्रेण कर्तृकर्मणो कृति इति सूत्रेण षष्टिविधानं भवति. तत्र कारकषष्टि इति उच्यते. तत्र षष्टि यतोहि सम्बन्धं न दर्शयति, तत्र सम्बन्ध सम्बन्धमात्रा विवक्षायामपि षष्टि एव. कर्मादीनां सम्बन्धमात्रा विवक्षायामपि षष्टि एव भवति. कर्मकरणादिकारणकानां विवक्षा नास्ति इत्यस्य अयम् अर्थः यत् वक्ता कर्मकरणादिकारकाणि वक्तुं न इच्छति, तदापि सम्बन्धमात्रे षष्टि भवितुम् अर्हति यथा सदां गतं मातुः स्मरति इत्यादयः. सो दीस् आर् द एक्साम्पल्. एतैः उदाहरणानि सन्ति. तत्र किम् उच्यते, कर्तृकरणे कृता बहुलं कर्तृकरणकृति इति सूत्रेण अविवक्षा कारक अविवक्षा अस्ति चेत् षष्टिविधानं भवति कर्तृपदस्य अथवा कर्मपदस्य. भगिनी एतावद् उक्तं वा? अत्र षष्टिशेषे इति सूत्रेण द्विप्रकारिका षष्टिः लभ्यते. एतं रीत्या सम्बन्धषष्टिः एवं कारकषष्टिः. शेषे षष्टि शेषषष्टिः इति लोकप्रसिद्धः, यतोहि सूत्रमस्ति षष्टिशेषे, लोकप्रसिद्धः अस्ति शेषषष्टिः इति. इत्यादि एका षष्टिः वर्तते, तस्य नाम अस्ति प्रतिपदाना विषष्टिः इति. प्रतिपदाना षष्टिः इत्युक्ते किम्? विशिष्टसूत्रैः षष्टिः विधीयते. तत्र विशिष्टसूत्रैः षष्टिः विदित्वा तस्य समासस्य प्रसक्तिः अपि निषिध्यते इति एव प्रतिपदाना षष्टिः इति विहिताषष्टिः. एतस्य विवरणम् अग्रे दीयते. एता अतिरिच्य कृद्योगे कृतन्तयोगे अपि षष्टिः भवति. यत् कृद्योगे षष्टिः इति, कृद्योगे षष्टिः एवं कारकषष्टिः इति समानं नास्ति. तदेव मुख्यविषयमस्ति. कारकषष्टिः कारक अविवक्षा अस्ति चेदेव कारकषष्टिः भवति, किन्तु कृद्योगे षष्टिः तत्र कृदन्तयोगे कृद्यन्तपदस्य योगे षष्टिः विहिता भवति इति अस्ति. आहत्य त्रिप्रायिका ज्ञातव्यं किं किं षष्टिशेषे शेषषष्टिः. तत्र सामान्य सम्बन्धसामान्यम् एवं कारकषष्टिः अस्ति. द्वितीयमस्ति कृद्योगे षष्टिः. तत् कारकषष्टिः नास्ति इति मनसि स्थापयतु. कृद्योगे कृदन्तपदयोगे षष्टिः भवति. एवं तृतीयगणः अस्ति प्रतिपदानां षष्टिः, यत्र समासः निषिध्यते इति कृत्वा आहत्य त्रिप्रकारिका त्रिप्रकारिका अस्ति. एता अतिरिच्य अन्यया अपि षष्टिः विभक्तिः वर्तते, तस्य नाम अस्ति निर्धारणे षष्टिः. परन्तु सा षष्टिः तु षष्टिशेषे इति सूत्रेण न विधीयते, अतः तस्य चर्चा अत्र न क्रियते. निर्धारणे षष्टिः इति अपि एकविधं षष्टिविधानं भवति. तत्तु षष्टिशेषे इति सूत्रेण न भवति कृत्वा तस्य अत्र उल्लेखः एव नास्ति. आहत्य षष्टिविभक्तीनां विधानं कदा भवति? शेषे षष्टिः इति सम्बन्धसामान्ये इति यत्र तत्र सम्बन्ध उल्लेखेदा भवति तत्र षष्टिविधानं भवति. सम्बन्धसामान्ये यदा सम्बन्धः क्रियते इति राज्ञः पुरुषः अत्र राजन् एवं पुरुषः तयोः सम्बन्धः स्वस्वामिसहभावसम्बन्धः इत्यादि जन्यजनकभावः इत्यादीनां सम्बन्धसामान्ये षष्टिविधानं भवति. कारकस्य अविवक्षायां यत्र कारकस्य विवक्षा नास्ति तत्र अनुक्ते षष्ठी भवति. यदा स्मरति इति कर्म क्रियापदमस्ति साधारणरीत्या स्मरति इति तिङन्तं कर्त्रार्थे अस्ति. यदि कर्त्रार्थे अस्ति इति कृत्वा कर्ता उक्ता भवति तत् प्रथमा भवति तत्र कर्म भवति द्वितीया. कर्मण अविवक्षायाम् अत्र कर्मण अविवक्षायाम् अस्ति. स्मरति इति कर्मपदम् अस्ति किन्तु तस्य अविवक्षा अस्ति चेत् तत्र कारकषष्टि इति नाम्ना यद् जायते ज्ञायते तत्र मातुः इति कर्मपदस्य षष्टिविधानं भवति इति षष्टिशेषे इति सूत्रस्य अन्तर्गतः अस्ति. तदनन्तरम् अज्ञसूत्रमस्ति कृद्योगे षष्टि इति सूत्रे. तत् किं वदति? कर्तुः अथवा कर्मणः षष्टि भवति कृदन्तस्य योगे. यत् कृदन्तस्य योगे कृदन्तस्य योगे कर्तुः अथवा कर्मणः षष्टिविधानं भवति. यदि कर्तरिषष्टिः अस्ति चेत् तत्र कर्ता उक्ता भवति इति कृत्वा कृति इति कर्तरि कृदन्तमस्ति कर्तारं द्योतयति उक्ता भवति इति कृत्वा कर्ता कृष्णः तस्य षष्टिः भवति कृष्णस्य कृतिः इति. यदि कर्म उक्तो अस्ति कृतेन कृति इति जग इति किं कृतम् अथवा कस्य कृतिः इति प्रश्ने अस्ति चेत् कर्मणा उक्ता चेत् तस्य कर्मपदस्य षष्टिविधा भवति. कृष्णस्य जगतः कृतिः इति कर्तरि कर्मणि योजयित्वा अपि वक्तुं शक्यते. तत्र नूतन सूत्रमस्ति उभयप्राप्तिः इति. उभयप्राप्तौ कर्मण एव कृति षष्टिः भवति नित्यरूपेण कर्तृपदस्य षष्टिः विकल्पेन भवति इति अस्ति उभयप्राप्तौ कर्मणि इति सूत्रेण. तत्र एकमेव वाक्यं स्वीकरोतु कृतिः इति अस्ति तत्र कर्ता अस्ति कृष्णः कर्म अस्ति जगत् कर्तृकर्मणो कृति इति सूत्रेण कर्ता अपि उक्ता अस्ति कर्म अपि उक्तो अस्ति इति कृत्वा उभयोः षष्टिविधानं भवति कृष्णस्य जगतः कृति इति षष्टिविधानं. यदि कृष्णस्य षष्टि कर्ता षष्टि न वक्तुम् इच्छति चेत् तत्र तृतीया भवति कृष्णेन जगतः कृतिः इति. अथवा कर्मणा नित्यं षष्टि कर्तुः विकल्पेन षष्टि विकल्पत्वम् अस्ति कृते एकम् अस्ति षष्टिविधानं. षष्टिविधानं नास्ति चेत् तृतीया भवति इति अस्ति कृद्योगे षष्टि. प्रतिविधानषष्टि तत्र विशिष्टसूत्रैः षष्टिविधानं भवति किन्तु समासनं न कर्तुं शक्यते इति त्रिविधा अस्ति. षष्टिः त्रिप्रकारिका इति उक्तं तदेव अत्र. तत्र षष्टिशेषे इति सूत्रेण या षष्टिविविक्ता विहिता भवति तत्र सा शेषषष्टि इति नाम्ना अपि जायते. ज्ञेयम् इयं षष्टि सम्बन्धसामान्ये भवति नो चेत् कारकाणाम् अविवक्षाया उभयवर्ग कारक अविवक्षा एवं सम्बन्धसामान्ये षष्टिशेषे इति सूत्रमेव विधायकसूत्रमस्ति. इति मुख्यविषयम् अस्ति. उदाहरणस्य यदा पूर्वं वयं पठितवन्तः, कुमारः भवात् एकं वाक्यं स्वीकृत्य न केवलं योः महतोः अपभाषते शृणोति तस्मादपि यः स पापभक् इति. तत्र महतः इति षष्टि अस्ति, महत् महन् इति. यदा तत्र षष्टि कारक कर्मण अविवक्षायां षष्टिविधानं भूत्वा महतः भवति. यदि कर्म विवक्षा भवति चेत् तत्र महान्तम् इति पदम् आयाति महतः इति षष्टिस्थाने. इति एव मुख्यविषयमस्ति. अधुना अद्य कृद्योगे षष्टि इति आरभ्य पुनरावर्तनं कुर्मः. तत्र उषा भगिनी एव पठतु कृद्योगे षष्टि इति अस्ति. आं महोदय. कृद्योगे षष्टि. कृद्योगे षष्टि नाम सा या विहिता भवति कृदन्तपदस्य योगे. अर्थात् या षष्ठी विहिता भवति कर्तृकर्मणोः कृति उभयप्राप्तौ कर्मणि इत्याभ्यां सूत्राभ्यां. कृद्योगे साधारणतया कर्ता प्रत्ययेन उक्तः चेत् कर्तुः प्रथमा विभक्तिः भवति. प्रत्ययेन कर्ता अनुक्तः चेत् तस्य तृतीया विभक्तिः भवति. एवमेव प्रत्ययेन उक्तं चेत् कर्मणः प्रथमा विभक्तिः भवति, नो चेत् द्वितीया विभक्तिः भवति. परन्तु कृदन्तपदस्य योगे अयं नियमः न पाल्यते यदा कर्ता कर्मा च अनुक्तं भवति प्रत्ययेन. किमर्थम् अयं नियमः न पाल्यते? अयं नियमः न पाल्यते यतोहि अत्र अपवादत्वेन कर्तृकर्मणोः कृति उभयप्राप्तौ कर्मणि च इति सूत्रद्वयं वर्तते. कृद्योगे कर्तुः तृतीयां बाधित्वा षष्ठिविभक्तिः विधीयते, अपि च कर्मणः द्वितीयां बाधित्वा षष्ठिविभक्तिः विधीयते. अग्रे कर्तृकर्मणोः कृति उभयप्राप्तौ कर्मणि चेत् अनयोः विवरणम् अग्रे दीयते. कर्तृकर्मणोः कृति इत्यनेन सूत्रेण कृत् प्रयोगे अनुक्ते कर्तरि कर्मणि च षष्टिविभक्तिः भवति. कर्तृकर्मणोः इत्यनेन सूत्रेण कृत्प्रयोगे अनुक्ते कर्तरि कर्मणि च षष्टिविभक्तिः भवति. अर्थात् कृदन्तपदस्य योगे वाक्ये अनुक्तस्य कर्तुः कर्मणः च षष्टिविभक्तिः भवति. अनुक्तः नाम प्रत्ययेन न उक्तं चेत्. यथा कर्तृकर्मणोः कृति इत्यनेन कर्तुः षष्टि कर्मणः च षष्ठी इत्यस्य उदाहरणम् अग्रे उक्तम्. कर्तुः षष्टि. कृष्णस्य कृतिः उदाहरणवाक्यम्. अत्र कृतिः इति तिन् प्रत्ययान्तशब्दः भावार्थे विहितः अस्ति. भावः नाम क्रिया इति अर्थः. यदा प्रत्ययः भावार्थे विधीयते तदा तेन प्रत्ययेन कर्ता अपि अनुक्तः कर्म अपि अनुक्तं भवति. भावार्थे अस्ति तिन् प्रत्ययः. कर्म एव क्रिया एव सूचयितुं शक्यते अत्र. तत्कारणात् कर्ता अपि अनुक्तः कर्म अपि अनुक्तं भवति. कृष्णस्य कृतिः इति वाक्ये कृष्णः कर्ता सः अनुक्तः अस्ति. कृतिः इति कृदन्तेन यतोहि कृतिः इति कृदन्तं भावार्थे अस्ति. कृतिः इति कृदन्तस्य योगे अनुक्तस्य कर्तुः षष्ठीविभक्तिः जाता कर्तृकर्मणोः कृति इत्यनेन सूत्रेण. अतः एव अनुक्तः कर्ता तृतीयां च प्राप्नोति. अतः एव अनुक्तः कर्ता तृतीयां न प्राप्नोति अपि तु षष्ठीं प्राप्नोति. एवञ्च कृष्णस्य कृतिः इति वाक्यं जातम्. कर्तृकर्मणोः कृति इति सूत्रेण कृदन्तपदस्य योगे कर्तृः अथवा कर्मणः षष्टिविभक्तिः भवति. प्रायेण प्रायेण लटीवाक्ये ति इति प्रत्यये ति अथवा अन्ति इति प्रत्ययेन कर्ता उक्ता भवति. कर्ता उक्ता भवति चेत् कर्ता प्रथमा विभक्तिः भवति. कर्मणि प्रयोगे कर्म एव प्रथमा विभक्तिः भवति प्रत्ययेन. प्रत्ययेन कर्म सूचयति कारणात् कर्म प्रथमा विभक्तौ भवति. तत् कारणतः कर्मणि प्रयोगे कर्ता तृतीया विभक्तिः भवति. अत्र कृदन्तपदस्य योगेन तिन् प्रत्ययः कृदन्तप्रत्ययः भवति चेत् तिन् प्रत्ययः भावार्थे अस्ति कारणतः क्रियामेव सूचयति. तत् कारणतः कर्ता अपि अनुक्तः भवति. भावार्थे अस्ति चेत् कृदन्तपदेन कर्ता अपि अनुक्तः, कर्म अपि अनुक्तः. तत् कारणतः कर्ता प्रथमा विभक्तिः भवति नास्ति, कर्म अपि प्रथमा विभक्तिः भवितुम् अर्हति नास्ति. तत् कारणतः कर्तृकर्मणोः कृति इति सूत्रेण कृदन्तपदस्य योगेन कर्ता अथवा कर्म अपि षष्ठी एव भवितुम् अर्हति. अत्र मम प्रश्नः एकः अस्ति भगिनि. भगिनी उक्तं ति अति ति अन्ति इति कर्तरिप्रयोगे अस्ति इति, तस्य कृते सूत्रं किम् अस्ति? केन सूत्रेण जानीमः तत्र कर्तारं बोधयति? कर्तरि शप् इत्यनेन कर्तरिप्रयोगं सूचयति. तत्कारणतः एव शप् प्रत्ययः विधीयते. अत्र मुख्यविषयं किमस्ति, कृदन्तस्य निर्माणसमये तत्रापि भावे एव भवति, कर्तरि भवति इत्यादि विशिष्टसूत्राः सन्ति. कर्तरि कृत्योगे कृदन्तनिर्माणसमये तत्र तस्य अवगमनं नास्ति चेत् भावार्थे भवति वा कर्तरर्थे भवति वा कर्तरि भवति वा इत्यादि अवगन्तुं न शक्यः. कृष्णस् कर्ता, ऐ मीन् कृष्णः जगतः कर्ता इति इति उदाहरणे कर्ता इति तृच् प्रत्ययः कर्तरि कर्तरार्थे अस्ति. कृदत्त कृदन्तं तृच् इति कर्तृ इति कर्ता भवति. कर्ता इति कर्त्रार्थे अस्ति इति कारणतः कर्ता प्रथमा विभक्ति भवति. कृष्णः जगतः समीचीनं भगिनि, किन्तु प्रत्ययः किमर्थं किं सूचयति इति सूत्रम् एव वदति. आम् आं महोदय, यदा कृत्यप्रत्ययाः भावार्थे भवन्ति इति सामान्यमेव अस्ति. तत्र सप्तप्रत्ययाः सन्ति न कृत्यप्रत्ययान्ते इत्यादि. किन्तु तत्रापि अपवादाः सन्ति. कृत्यप्रत्यय यतो सामान्यरूपेण भावार्थे भवन्ति चेदपि तत्रापि तस्य कर्तरिप्रयोगं भवितुम् अर्हति. नुल्तृच् इति कृत भावार्थे नास्ति महोदय, नुल्तृच् इति कर्तृहस्ते अस्ति. तदेव तस्य भावार्थे तद् सामान्यसूत्रम् उत्सर्गसूत्रं किमस्ति भावार्थे अस्ति इति कृत्वा तस्य अपवादः अस्ति इति कृत्वा तत्र कर्तरी अपि आयाति तस्मिन्. वयं पठितवन्तः पूर्ववर्गे, स्मरति वा? पूर्ववर्गे वयं पूर्ववर्गे इत्युक्ते गतवर्गे नास्ति, तस्य पूर्वं किमपि वर्गे गत कृत्यप्रत्ययस्य विवरणसमये विद्याभगिन्या उक्तमस्ति यतोहि उत्सर्गसूत्रेण तस्य भावार्थं भवति चेदपि कर्तरिप्रयोगमपि भवितुमर्हति इति उदाहरणानि दत्तमस्ति. तर्हि स्मरति वा इति न जानामि. यु रिमेम्बर् दोस् थिङ्ग्? Anyway, so the main the reason is that maya kimartham uktam iti chet krat pratyayanam karta uktva कृत्पत्येन कर्ता उक्त्वा या कर्मा उक्त्वा इति न्यायं ज्ञानमस्ति चेदेव तस्य कर्तृकर्मणो कृति इत्यस्य षष्टिविधानस्य बोधो जायते. कृत्प्रत्ययः प्रायेण भावार्थे एव अस्ति इति ऐ डोण्ट् थिङ्क् लैक् देट् महोदय. इट् कुड् बि कर्ता अस्ति कर्म लैक् नुल् अण्ड् त्रिच् आर् कृत् प्रत्यय बट् कर्त्रार्थे अस्ति. यु हाव् टु नो इट् इस् त्रिच् प्रत्यय स्वतन्त्ररूपं देन् इट् अ कर्ता इति इण्डिकेट्. So you have to know which pratyaya is added. Oh yeah, that we can see by the form, right? Then only karta karmano ho kriti iti sutrena shashti vibhakti bhavam bhavatama bhavat karta karma mentioned. If karta is mentioned like a truth, then only karma padam gets the shashti vibhakti. That's what I understand. I don't know, Pagini, just know, what did he say? I was... You say, Truch Pratyaya is there, suppose. Then it indicates Karta. So, yeah. Only Karma Padam gets the Shashti Viva. Yeah. Not the Kartu Karma no Kruti. That's what he was trying to say. Only Kartu Karma no Kruti is with the Bhave Prayoga word. Atra Pachyatu. Can you see that or should I make it big? No, it's okay, Mahoda. It's little, but that's okay. अत्र पश्यतु नल् पृचौ इति सूत्रेण नल् प्रत्ययः सामान्यतया कर्त्रार्थे विहितः भवति परन्तु कृत्यलुटो बहुलं सूत्रेण बहुलग्रहणात् नल् प्रत्ययः कुत्रचित् अपादानार्थे विहिता भवति यथा पादहारकः इति सूत्रस्य विशेषम् पादहारकः कर्तरि कर्मणि च तृतीया सुबन्धस्य कृतेन एवं इन् दिस् आल् दि सूत्रा दर् इस् वर् दर् वस् एक्साम्पल् विच् भगिनि हेड् गिवन् दट् इवन् दो कृत्यप्रत्यय कर्ता सि नुवल् पृच् इस् कर्त्रार्थे दट् भवती उक्तं चेत् इन् द रिवर्स् आल्सो इस् द साधारणतया तस्य So I have to take, I don't remember the exact location, but I remember that statement by Vidya Bhagini saying that Utsarga Sutra Masti Tatsa Avavadaha Santi. Iti Kritva Krit Pratyaya Yoge Kutrachit Bhavate Bhavati Kutrachit Kartrate Bhavati. Iti विशिष्टसूत्रैः सह तस्य अपवादत्वं मयापि कृत्वा. सो दट् इस् वै ऐ वाण्ट् टु ब्रिङ्ग् दट् हियर् इन् दिस् वन् कदा कर्तृकर्मणो कृति इति कृतन्तयोगे कर्ता उक्त्वा कर्मणा उक्त्वा इति कथं जानीमः इति कृत्वा तस्य कृत्प्रत्यय कृतन्तप्रक्रियायां सूत्राणि जानाति चेत् एव सुलभं भवति आयासः भवति इति. तत् अन्यविषयः अस्ति किन्तु जस्ट् वाण्टेड् टु ब्रिङ्ग् देट् कृतन्त यु नो कृतन्तप्रक्रिया शुड् बि देर् इन् द बेक् बेक् आफ् द मैण्ड् otherwise see we are not going to create a samartha padam by our own but somewhere when we see it we will see that you know it has deviated from the standard form. It should have been like this. Why it is different, that happens when the Krita Yoga comes and the Apavada Sutra is in operation. यदा नुवल् कृच् सामान्यतया कर्तरि अस्ति चेदपि अपवादत्वेन इति उक्तं न. अस्तु, उमा भगिनी अवगतं वा? अवगतं, बट् किञ्चित् अवगतम्. I know that you will have a but. I know that you will have a but. That's why I am asking. See, here the argument is whether this bhave prayoga is kartari prayoga or prayoga is not cannot be kartari prayoga. Okay. Bhave prayoga is bhave prayoga only. Okay. So bhave prayoga kevam kriya bodhayati na. नतु भावे प्रयोग मीन्स् इट् ओन्ली शोस् द क्रिया, भावार्थं सूचयति, न कर्तारं बोधयति न कर्मणं बोधो जायते इति कृत्वा भावे प्रयोगे न कर्ता उक्त्वा न कर्म उक्त्वा इत्युक्ते कर्तकर्म अविवक्षायां तत्र षष्टिविधानं भवितुमर्हति इति एव मुख्यविषयम्. यदि कर्ता उक्त्वा चेत् तत् कर्मकर्ता सूत्रानुसारणं भवति. अत्र कृतः कृति इति जगतः कृति इति सूत्रे किमस्ति, कर्ता उक्त्वा इति स्वीकुर्मः चेत् तत्र कृष्णेन जगतः कृतिः इति भवति. यदि कर्ता अविवक्षा अस्ति, कर्ता न उक्त्वा इति अविवक्षां स्वीकुर्मः तत्र कर्तृकर्मणो कृति इति सूत्रेण षष्टिविधानं भवितुम् अर्हति इति कृत्वा रूपद्वयं दृश्यते. यदा पूर्वं मया दृष्टं न, अत्र उभयप्राप्तौ कर्मणि इति कृष्णेन अथवा कृष्णस्य जगतः कृतिः. किन्तु सर्वत्र उभयप्राप्तिः अस्ति, तत्र कर्मणः नित्यरूपेण भवति इति कृत्वा जगतः तत्र जगत् कृतिः इति न वक्तुं शक्यते, एकतः कृतिः एव आयाति. प्रथमा अथवा द्वितीया इति रूपद्वयं नास्ति तत्र कर्मणा उक्त्वा इति कृत्वा. अवगतं वा? डौट् still doubt. Yeah, not very it has not gone into my brain fully. See, somewhere something is hanging. No, simple is that Kridanta has got conditions. Yes, whether it will be kartarim kartaram bodhayati karma bodhayati adava kriya bodhayati, there are only three choices. Because it's a dhatu utpanna asti kridanta iti kritva. It will be either indicating the karta, indicating karma, or indicating the kriya. When it is indicating only kriya, it is called bhavarthe. Yes, that's right. Because karma is not specified there. Karma is and karta is also unsaid. Karta is unsaid. Kansar karta vaktu. विवक्षाम् अनुसृत्य वक्तुम् इच्छति चेत् वक्तुं शक्यते, नो चेत् अपि तस्य अविवक्षा अस्ति कृत्वा कर्तारं न वक्तुम् इच्छति चेत् कर्ता न उक्त्वा भवति. बट् इन् द केस् आफ् कर्मणि प्रयोग, कर्म इस् गिवन् इवन् दो क्रिया इस् डूयिङ्ग् बट् कर्ता इस् नाट् स्पेसिफैड् बट् कर्म विल्. यतः जस्ट् एक्साम्पल् इस् मातुः स्मृतिः. तत्र स्मृति, इवन् दो स्मृति इस् ए कृतन्त, बट् देर् ईस् देर् ईस् ए नीड् फार् ए कस्य कृति, कस्य स्मृतिः इति प्रश्नः आयाति. देर् फोर् कर्म उक्त्वा भवति इति कृत्वा कर्म मातारं स्मरति इति लट् प्रयोगे, स्मृति इति कृतन्तयोगे माता स्मृतिः इति प्रथमा वक्तुं शक्यते. न चेत् षष्ठी भवति, अविवक्षा अस्ति चेत् कृत्प्रयोगे षष्ठी भवति इति कृत्वा मातुः स्मृतिः इति भवति. यदा महान्तम् अभिभाषते इति अस्ति न, द्वितीया भूत्वा मातारं स्मरति इति अस्ति, तत्र महान्तम् अभिभाषते अथवा अविवक्षा अस्ति चेत् महता अभिभाषते इति अस्ति. सो देट् इस् अ कर्म उक्त. बट् वेर् एवर् कर्ता इस् उक्त, दर् ईस् इन् द कृदन्तस्य योगे कर्तृकर्मणो कृति इति सूत्रेण षष्टिविधानं भवति, किन्तु नित्यरूपेण नास्ति कर्तारं कर्तृपदस्य. केन कारणेन? तस्य कृते अपवादसूत्रमस्ति उभयप्राप्तौ कर्मणि इति. दट् इस् द इश्यू. सो केन् यु रीड् फ्रम् कृष्णः जगतः कर्ता इति आरभ्य? ओके, पठामि. श्रूयते वा? श्रूयते, सम्यक् श्रूयते अधुना. थेङ्क् यु. कृष्णः जगतः कर्ता, कृष्णः जगतः कर्ता इति उदाहरणवाक्य वाक्यम्. अस्मिन् वाक्ये कर्ता इति कृदन्तपदं कर्तृत्वे विहितः. वाक्ये कर्ता इति कृदन्तपदं कर्ता इति पदं कर्तृत्वे विहिते, यः कृष्णः इति वदति चेत्. अतः कर्ता इत्यनेन कृदन्तपदेन कृष्णः यः वाक्ये कर्ता उक्तः भवति. ओके, अतः उक्तस्य कृष्णस्य प्रथमा विभक्तिः जाता तृतीया बाधित्वा. ओके, सो इन्स् आफ् तृतीया इट् इस् प्रथमा एव भवति. अतः उक्तस्य कृष्णस्य प्रथमा विभक्तिः जाता तृतीया बाधित्वा. जगतः इति कर्मपदं केनापि प्रत्ययेन न उक्तम्. जगतः कर्मपदम्. ओके, अनुक्तस्य कर्मणः षष्ठी विभक्तिः जाता कर्तृकर्मणोः कृति. कर्तृकर्मणोः कृति इत्यनेन सूत्रेण द्वितीया बाधित्वा, यतोहि कर्ता इति कृदन्तस्य योगः अस्ति कर्मणः. लास्ट् सेण्टेन्स् ऐ डोण्ट् अण्डर्स्टाण्ड्. अनुक्तस्य कर्मणः षष्ठी विभक्तिः. ओके, अनुक्ति कर्म षष्ठी विभक्तिः. ओके, जगतः. ओके, षष्ठीभक्तिः जाता कर्तृकर्मणोः कृति इत्यनेन सूत्रेण द्वितीया बाधित्वा. ओके, यतोहि कर्ता इति कृदन्तस्य योगः अस्ति कर्मणः जगतः. What is the meaning of that? अत्र कर्तावत् प्रथमाविभक्तिः अस्ति. कर्ता इति कृदन्तमस्ति, तद् अवगतं वा? कृत्प्रत्यय अस्ति. ओके, कर्ता इति करोति यः. कर्ता इस् कृदन्तपदं. रैट् दट्स् रैट्. Right? कृदन्तपदं बिकास् इट् इस् ए कर्तरि प्रयोग. कर्ता उक्तः अस्ति न ओके कृष्णः देयरफोर तृतीयां बाधित्वा प्रथमा भवति कर्ता कृष्णेन कृष्णेन कृतः तस्य जगे तस्य स्थाने कृष्णः कर्ता इति आयाति ओके केन कारणेन बिकास् कर्ता इति कृदन्तपदमस्ति कर्ता उक्तः अस्ति कर्ता उक्तः अस्ति कृत्वा तत् प्रथमा भवति ओके उक्त कर्तारं प्रथमाविभक्तिम् आयाति इति कृत्वा कर्तः कृष्णः इति प्रथमाविभक्तिं भवति किन्तु कर्ता इति पदं कर्मस्य विवक्षा अस्ति कृष्णः किमपि कृष्णः किमपि करोति न तत्र कर्मपदम् उक्तः अस्ति न तत्र जगतः इति कर्मपदं केनापि प्रत्ययेन न उक्तम् इति वक्तुम् उच्यते केन कारणेन कृतिः इति कृदन्तम् अस्ति चेदेव न उक्ता यदि करोति अस्ति चेत् उक्ता भवति अत्र अनुक्तस्य कर्मणः षष्टिः जाता कर्त कर्मणो कृति इति सूत्रेण अत्र कर्म अनुक्तः अस्ति कृत्वा तस्य षष्टि व्यक्ति जायते कर्तकर्मणो कृति इति सूत्रेण कृष्णः जगत् करोति दिस् इस् दि सामान्यवाक्यं दट् इस् कृष्णः जगत् करोति जगत् जगति जगति नपुंसकलिङ्गं सो कृष्ण ये क्रियेटिङ्ग् दि जगत् सो कृष्णः बिकास् द करोति इस् कन्वर्टेड् टु कर्ता दट् इस् कृदन्तपदं सो जगत् इस् कन्वर्टेड् टु जगतः षष्ठी विभक्ति कर्तृकर्मणो कृतिः ओके इत्यनेन सूत्रेण द्वितीयं बाधित्वा यदा यतोहि कर्ता इति कृदन्तस्य योगे अस्ति देर्फोर् कर्मणः इति षष्टिविधानं भवति कर्तृकर्मणो कृति इति सूत्रेण कृत्वा कर्मणः जगतः इति वाक्यात् अन्तिमपदद्वयम् तदनन्तरम् उभयप्राप्तौ कर्मणि तत् पठतु उभयप्राप्तौ कर्मणि इत्यनेन सूत्रेण उभयोः प्राप्तिः यस्यां कृत्प्रत्यये तत्र कर्मण्येव षष्ठी स्यात् उभयप्राप्तिः नाम यस्मिन् वाक्ये कर्ता कर्म च अपि अस्ति कृदन्तस्य योग्ये तत्र उभय प्राप्तिः भवति अर्थात् यदा वाक्ये कर्तृकर्मणोः प्राप्तिः कृदन्तस्य योग्ये परन्तु कर्ता कर्म च उभयमपि अनुक्तमस्ति केनापि प्रत्ययेन सदा कर्मणः एव षष्ठी भवति उभयप्राप्तौ कर्मणि न अर्थात् यदा वाक्ये कर्तृकर्मणोः प्राप्तिः वेन् इट् बिकम्स् ए कृदन्तपदं देन् वाट् हेपन्स् उभयप्राप्तौ कर्म उभयप्राप्तौ कर्मणि इति सूत्रेण वाट् इस् द मीनिङ्ग् आफ् उभयप्राप्तौ उभयप्राप्ति यदि कर्ता एवं कर्म पदस्य कर्मपदं उभयपदस्य कर्ता कर्म द्वयोः षष्ठी भवितुम् अर्हति कृत्कर्मणो कृति इति पूर्वसूत्रेण कर्तृकर्मणो कृति इति सूत्रेण कर्ता अपि कर्म अपि षष्ठी भवितुम् अर्हति कृत्योगेन इति कृदन्तयोगेन कर्ता अथवा कर्म षष्ठी भवितुम् अर्हति इति कृदन्तम् तत्र किमस्ति कर्ताभि षष्ठी भवति कर्माभि भवति तति एव उभयप्राप्ति तत्र कृष्णः कृष्णस्य जगतः कर्ता इति वाक्यम् अपि साधु That's what clarified by Ubhayaprapto Karma. यत्र उभयप्राप्ति भवति यत्र उभयप्राप्ति भवति तत्र कर्मणि नित्यं भवति तदेव मुख्यविषयमस्ति किन्तु कर्ता विवक्ष कर्ता विकल्पेन विभाषा इति अस्ति कृत्वा प्रथमा तृतीया षष्टि then whereas karma should be only in shashti with kridanta with kridanta that is a krit yoga eva only when the krit is added there. Ubhaya prapto karmani iti sutra prasange ekam vartikam patitam asti शेषे विभाषा अस्ति अनेन वार्तिकेन उच्यते यत् कर्तुः अपि षष्टिः भवति विकल्पेन इति अतः यत्र उभयप्राप्तिः अस्ति तत्र कर्मणः षष्टिः नित्यं भवति कर्तुः विकल्पेन भवति कर्तुः एकस्मिन् पक्षे तृतीया भवति अपरस्मिन् पक्षे षष्टिः भवति कर्मणः नित्यमेव षष्टिः षष्टिः जायते वेरि गुड् नैस् थेङ्क् यू अवगतम् उदाहरणमस्ति बालकेन पुस्तकस्य पठनं बालकेन पुस्तकस्य पठनम् इति उदाहरणवाक्यं बालकेन तृतीया पुस्तकस्य षष्ठी पठनम् इति कृदन्तपदं रैट् इति उदाहरणं विच् कृदन्तमस्ति पठनं रैट् भावार्थे ओके ल्युट् प्रत्ययस्य अनुबन्धलोपानन्तरं किम् अवशिष्यते या अवशिष्यते या बाधित्वा या इस्य आदेशः भवति युवोरनाकौ इति सूत्रेण इति कृत्वा यतोहि ल्युट् पदे अना नास्ति चेत् अपि आदेशरूपेण आयाति अना तस्य योजनं कृत्वा पठन इति भवति पठन प्लस् अम् पठनम् इति रूपं सिद्धं भवति why I am making all these things think about it is that you know the prakriya should come in your mind that's right okay. So I'll repeat what you just now said patanam iti vakye it is lut pratyah yojayati bhavarthe tasmat atra anubandha lopanantram ya eva avashishyate युवोर् अनाकु इति सूत्रेण अन इति आगच्छति पठन देन् अं योजयति स्वपठनं अं किमर्थं योजयति अम् इति किमर्थं योजयति पूर्वः इति सूत्रेण वाट् एक्स्प्लेनेशन् यू केन् गिव् फार् वाट् एक्स्प्लेनेशन् पूर्वरूपे अमिपूर्वः इति सूत्रेण पूर्वरूपं स्वीकृतम् तदस्ति अं प्रत्यय किं द्वितीया विभक्ति न सर्वत्र द्वितीया विभक्तिं स्वीकृतं खलु अमिति तत्र ल्युट् प्रत्ययस्य सर्वत्र अम् आदेशः भवति तस्य कृते सूत्रमस्ति इति कृत्वा सर्वत्र पठनं गमनं गच्छनं दर्शनम् इत्यादि सर्वत्र दृश्यते न अमादेशः भवति सर्वत्र ल्युट् प्रत्ययस्य सो यकारः इति कन्वर्ट् टु अन सो पठन प्लस् अम् आदेशः भवति तत्र अम् योजस्य अमि पूर्व वयं अम् अमि पूर्व इति कृत्वा पठनम् इति भवति सो बालकेन तृतीया पठनं कृदन्तपदं तेन पुस्तकस्य षष्टिः विभक्तिः अस्मिन् वाक्ये कर्ता कः कर्म किम् इति कथं जानीमः तदर्थं साधारणवाक्यं लटि कल्पनीयं कृदन्तपदस्य स्थाने ओके बालकः पुस्तकं पठति इति सामान्यवाक्यं भवति लटि. अस्मिन् वाक्ये पुस्तकं कर्म अस्ति, बालकः कर्ता अस्ति. एवमेव बालकेन पुस्तकस्य पठनम् इति वाक्ये बालकः कर्ता, पुस्तकम् इति कर्म अस्ति, पठनम् इति कृदन्तपदम्. पठनम् इति कृदन्तं ल्युट् प्रत्ययान्तम् अस्ति. ल्युट् प्रत्ययः भावार्थे विधीयते विधीयते सामान्यतया. अतः अनेन लुडन्तेन कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति. अत्र यू सेड् इट् इस् भावार्थे. वाट् इस् भावार्थे? भावार्थे केवलं क्रियां सूचयति, न तु कर्ता न तु कर्म. सी भाव भावे प्रयोगं विन् विषये देर् इस् नो कर्म देर्. इट् इस् भावे प्रयोगे कर्म नास्ति, कर्म नास्ति. पठनम् इति कर्म क्रिया एव सूचयति, रैट्? पठनम् इति पठनम् इफ् यु लुक् अट् द वर्ड् पठनं वितौट् अ कर्मपदम् आल्सो इट् गिव्स् अ मीनिङ्ग् आर् नाट्? यस्. वितौट् द कर्ता आल्सो यु गेट् रामस्य पठनम् इन् यु से राम. नो नो नो, जस्ट् ऐ एम् सेयिङ्ग् द वर्ड् पठनम् or the word darshanam. Okay. Now darshanam is the word alone. If you look at it, you know, any specific karma pada or karta pada is not necessary for understanding the meaning of the word darshanam or patanam. Right, right, right, patanam is the patana karyam. So if gacchati, is being told, then karta ukta asti. Gacchati, kaha gacchati iti, definitely you have to say. Otherwise, okay. That word standing alone, gacchati, is not a sentence in itself, is in full. But when you say gamanam, it gives a meaning of its own. Gamanam has got a meaning of its own. It is the, it can be either the method of walking, or somebody is walking, or going to somewhere. Any meaning can it take. Yes, agree. Therefore, it is only that bhava which is being explained there, that of the action of walking. Okay. Right. Okay, now I understood. Lut pratyaha bhavarthe vidhiyate samanyataya. ल्युट् प्रत्ययः भावार्थे विधीयते सामान्य सामान्यतया. अतः अनेन लुडन्तेन कर्ता अपि अनुक्तः, कर्ममपि अनुक्तं भवति. You have two, both anukta. Karta api anukta hasti, karma api anukta hasti. Okay. When you take only patanam. Okay. Agrima parichayade kim madati. Okay. Balake na pustakasya patanam iti vakye, karta karma cha ityetayoho dvayoho api kridyogaha asti ityataha kartri karmanoho kriti. इत्यनेन सूत्रेण द्वयोः अपि षष्ठी स्यात्, परन्तु तथा न जाता. इत्यनेन सूत्रेण द्वयोः अपि षष्ठी स्यात्, परन्तु तथा न जाता. ओके, रेण्डु मे केन् बि बोत् केन् बीन् षष्ठी, बट् देट् इस् नाट् देर्. किमर्थम् इति चेत् उभयप्राप्तौ कर्मणि इत्यनेन सूत्रेण कर्तृकर्मणोः कृति इति सूत्रं बाधितम् अस्ति. उभयप्राप्तौ कर्मणि इति सूत्रं नियमसूत्रम् अस्ति, यतोहि कर्तृकर्मणोः कृतिः इति सूत्रेण कर्तुः या षष्ठी प्राप्यमाणः सा बाधिता भवति उभयप्राप्तौ कर्मणि इति सूत्रेण. अतः यत्र उभयप्राप्तिः कर्ता कर्म द्वयमपि वाक्यानुक्तं तत्र कर्मणः एव षष्ठी, कर्तुः षष्ठी न भवति इति. कर्तुः तु यथा सामान्यं तृतीया एवं भवति अनुक्तत्वात्. प्रकृत उदाहरणे अनुक्तकर्मणः पुस्तकस्य एवं षष्ठी जाता उभयप्राप्तौ कर्मणि इत्यनेन सूत्रेण कर्तुः बालकस्य कर्तृकरणयोः तृतीया इति सूत्रेण तृतीया जाता. अतः एव वाक्यं भवति बालकेन पुस्तकस्य पठनमिति. ओके, सी इन्स् आर् सेयिङ्ग् बालकस्य पुस्तकं बिकास् अत्र कर्तृकरणयोः तृतीया इति सूत्रम् अत्र कार्यं करोति, तस्मात् कर्ता तृतीया तृतीया भवति. सो बालकेन पुस्तकस्य कर्म षष्ठी स्यात् अत्र पठनं देन् कृदन्तम् इस् एडेड् इन् भावार्थे. वेरि गुड् न वै अण्डर्स्टुण्ड् बालकेन पुस्तकस्य पठनम् इति. धन्यवादः महोदय. त्रीणि सूत्राणि अस्ति, कर्तृकर्मणो कृति, कर्तृकर्मणो कृति इति सूत्रेण उभयप्राप्तौ कर्मणि इति अस्ति. एवं तत्र कर्मणः षष्टिविधानं भवति. तदनन्तरं कर्तापदस्य किं भवति इति पृच्छ्यते सति कर्तृकरणयो तृतीया इति सूत्रेण कर्तृपदस्य तृतीया एव जाता. तथा कर्मस्य द्वितीय षष्टिविधानं भवति, कर्तपदस्य तृतीया विधानं भवति इति कृत्वा तृतीया षष्टी भवति कृद्योगे. ओके, अण्डर्स्टुड्. नैस्, थ्याङ्क् यू. यद्यपि उभयप्राप्तौ कर्मणि इत्यनेन अरुणा भगिनी पठति. धन्यवादः भगिनी. अरुणा भगिनी पठति वा? गुड् टु हियर् तमिळ् महोदय. फ्रम् उमा भगिनी. Yeah, well, see, here I think, barring Pushpa Bhagini, all of us can speak Tamil. I don't know if Pushpa Bhagini also knows Tamil. I thought she... Aruna Bhagini also doesn't know Tamil. Is it? No. Oh, okay, yeah, she's from Telugu. Telugu Desham, right. Okay. Sorry, without my knowledge, sometimes Tamil comes to me. No, I liked it, Uma Bhagini. यद्यपि उभयप्राप्तौ महोदय, आम्, यद्यपि उभयप्राप्तौ कर्मणि इत्यनेन सूत्रेण तु कर्मणः एव षष्ठी उच्यते न तु कर्तुः. तथापि केचन वैयाकरणाः मन्यते यत् अत्र शेषे विभाषा इति वार्तिकेन कर्तुः अपि विकल्पेन षष्ठी भवति. एकस्मिन् पक्षे कर्तुः षष्ठी, अपरस्मिन् पक्षे तृतीया. कर्मणः तु नित्यं षष्ठी एव भवति. एवञ्च अस्माकं वाक्यम् एव भवति बालकेन बालकस्य पुस्तकस्य पठनम् इति. कृत्योगे चिन्तनं कथं करणीयम् इत्यस्य विषये या चर्चा अस्माकं वैद्येषु कृता तस्य विवरणम् अस्मिन् करपत्रे दत्तम्. वयं सचितवन्तः महोदय, उभयप्राप्तौ कर्मणि इति सूत्रं किं वदति इति चेत् कर्मणः एव षष्ठी भवति, प्रत्ययोजितक्रियापदमस्ति चेत् कर्तुः तथापि परन्तु कश्चन केचन वैयाकरणाः मन्यते वार्तिकम् अस्ति तत् शेषे विभाषा इति वार्तिकेन कर्ता अपि षष्टिविभक्ति भवतु अर्हति इति अत्र ते वदन्ति. ततः रूपद्वयमस्ति, प्रथमं कर्तुः षष्ठी कारकेण कर्म अपि षष्टिविभक्ति भवति, परन्तु कर्मणः नित्यं षष्टि एव भवति. उदाहरणं बालकेन आर् बालकेन पुस्तकस्य पठनम् आर् बालकस्य पुस्तकस्य पठनम् इति रूपद्वयं भवति कर्तुं शक्यते. If you are all interested, I can show you something special which I studied yesterday. Sure. It will be additional knowledge not covered by this Karapatram. Sure, sure, sure. Yes, ma'am. It was so interesting. So I was really good. See, basically we are trying to understand the usages. So there are three types of vibhasha: purva prapto, there are three types. I am not able to take out the sutra here now. See, in this it comes in the first, in the chapter. विभाषा दिक्समासि विभाषा जसि विभाषा विप्रदाके अकर्मकार्त्री what it was I studied yesterday was there are three types of विभाषा. One is, first one is, suppose example I'll tell you, we have to study vyakaranam all days, and weekend is optional vibhasha. So that is the first variety, where that it is purva vidhanam bhavati sapta dine vyakaranam adhidam iti, kintu apavadatvena vibhasha kritva weekend you don't have to study. That is one variety. Then the other variety is that you have to study vyakaranam all days, nyaya shastram api you can study. There you have to study vyakarana all days is mandatory, that cannot be compromised, vikalpatra vikalpa nasti. Kintu yat vyakaranam nyaya shastram if you have to study, that becomes vikalpa. Whereas in the purva, in the previous case, what happens is that with the vyakaranam itself becomes a optional. for weekend. Whereas in the second case, Vyakaranam is not an optional. The additional one which is being told there, like Nyaya Shastra, can also be studied, becomes a optional one. So there is there are three categories, and the third is that Ubhayapraptam, Vivasha. In that in that case, what happens is that both can be optional. If you are studying, you don't have to study Vyakarana. If you have to study Nyaya, then you don't have to study Vyakarana. If you study Vyakarana, you don't have to study Nyaya. Like that, there are three types of Vivasha. I'll take out that Sutra, and a detailed write-up is there on that. I don't remember the Sutra number. It is in the first Pada. That much I know. So it can be 1, 2. These are all in the. It is not this one. Let's see. Vibhasha Dikshamase Prahu Griho Nasti. This is not the one. No, not this one. There is a long write-up on that. Prapta Vibhashayam. Prapta Vibhasha, Aprapta Vibhasha, Ubhaya Prapta Vibhasha. That is the category. I don't know whether it's Tattu Bodhini saying or... This is that... the word which is being used, Prapta Vibhasha Ayam. So Prapta Vibhasha means it is the first one where the weekend you need not study. The Prapta must be Tasya Vikalpam Bhavati. Tatra Aprapta Vibhasha Asti, it is that the Vyakaranam Sapta Dine Pataniyam Kintu Nyaya Shastram विभाषेण विकल्पेन पठितुम् इच्छति चेत् पठतु, न चेत् न पठतु. उभयप्राप्तौ विभाषा अयम् इति अस्ति. तत्र व्याकरणमपि विकल्पं भवति, न्यायमपि विकल्पं भवति इति एक एक्साम्पल् इस् गिवन् इन् दट् थिङ्ग्. सो ऐ वास् सारि, इट् केम् अन्प्रिपेर्ड्. I'll take out next class, I'll explain to you all the three types of Vivasha. Astu ji. Atra Pratibhidana Shasti Vijaya Bhagni Padati Va? Aam ji, Shruyate Va? Shruyate. Pratipada Vidana Shasti Kaishit Sutrahi Pratipadam Uchyarya या षष्टिविभक्तिः विधीयते सा प्रतिपदविधि विधाना षष्टि इति उच्यते. अष्टाध्याय्यां ज्ञो विदत्तस्य करणे इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणयोः समर्थयोः इति सूत्रपर्यन्तम्. अत्र द्वितीय अध्याये तृतीयपादे एकपञ्चाशत् आरभ्य तादृशमेव द्वितीय अध्याये तृतीयपादे सप्तपञ्चाशत् पर्यन्तम्. अत्र सप्तसूत्रमेव सूत्रपर्यन्तम्. अपि च कृत्वोर्थप्रयोगे काल अधिकरणे एतत् 64 सूत्रम् तत् अध्याये एव इत्येतैः सूत्रैः या षष्टिविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्टि इति उच्यते. यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्टि विधीयते इति. कृत्योगे या षष्टि तत्पुरुषसमासः भवितुमर्हति. तं निषेधयितुम् एव एतानि अष्टसूत्राणि कृतानि, न तु षष्टिविभक्तेः विधानार्थम्. अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि, न तु षष्टिविभक्तेः विधानार्थं. यथा मातुः स्मरणम् इत्यत्र मातृस्मरणम् इति षष्टितत्पुरुषसमासः न जायते. अधिकर्तदयेषां कर्मणि इत्यनेन अत्र यानि सूत्राणि उक्तानि तानि सर्वाणि कारकप्रकरणसम्बद्धानि. तेषां विवरणम् अत्र परिशिष्टं प्रतिपदविधानाषष्टि दीयते. यदि इच्छन्ति तत्र गत्वा पठितुं शक्नुवन्ति. अधिकविवरणम् अत्र दत्तमिति. अत्र प्रतिपदविधानाषष्टि इत्युक्ते कैश्चित् सूत्रैः प्रतिपदम् एकैकपदम् उच्चार्य या षष्टिविभक्तिः विधीयते सा प्रतिपदविधानाषष्टि इति उच्यते. एतत् विषये अष्टाध्याय्यां ज्ञो विदत्तस्य करणे इति सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः इति सूत्रपर्यन्तम् अत्र किञ्चित् सूत्रविषयं सप्तसूत्रम् एतत् विषये एव अस्ति. कृत्वोर्थप्रयोगे कृत्व अर्थे एव तत्र प्रयोगमस्ति. एतत् काल अधिकरणे इति सूत्रैः तत्र दत्तम्. अत्र षष्टिविभक्तिः विहिता भवति, यतोहि अत्र कैः पदैः सह षष्टि विधीयते इति तत्र उक्तम्. कृत्योगे या षष्टि तत्पुरुषसमासः भवितुम् अर्हति. तं निषेधयितुम् एव एतानि अष्टानि सूत्राणि तत्र भवन्ति. कृत्योगे षष्टि यत् कृत् इति पदं योगेन षष्टितत्पुरुषसमासः भवितुमर्हति. एतत् निषेधमस्ति एतानि अष्टसूत्राणि अत्र एतत् निषेधकविषये तत्र दत्तं. न तु षष्टिविभक्तेः विधानार्थम् अत्र निषेधकमेव. षष्टितत्पुरुषस्य निषेधसूत्रेण अष्टसूत्राणि तत्र दत्तं. ये तु षष्टिविभक्तेः विधानार्थं षष्टिविभक्तिः कथं भवति इति तत्र विधानार्थं न दत्तमिति. अतः एतानि अष्टानि सूत्राणि समासनिषेधनार्थं कृतानि. एतदेव पुनरपि तत्र दत्तं. यथा मातुः स्मरणम् अत्र किम् अस्ति भगिनि, अत्र सप्त प्लस् वन् अष्टसूत्राणि विशिष्टसूत्राणि दत्तानि कारकप्रकरणस्य सम्बन्धानि. तेन यतोहि कृत्योगे षष्टिविधानं भवति चेदपि ते सर्वे कृत्यन्दस्य एव विषयः अस्ति. ज्ञो विदधर्थस्य इति सूत्रे तत्र ज्ञाधातोः अविदर्थस्य इत्यस्ति इति कृत्वा तत्र षष्टिविभक्तिः भवति. ज्ञातं ज्ञानम् इत्यादि कृतयोगस्य विधानं भवति. किन्तु तत्र अर्थं किम् अस्ति, सर्पिषः ज्ञानम् इति उदाहरणं स्वीकरोतु. सर्पिषः ज्ञानं ज्ञानार्थं न सूचयति. सर्पिषः इति षष्टिविधानं भवति ज्ञानम् इति कृदन्तयोगे. किन्तु ज्ञो विदर्दर्थस्य इति सूत्रं किम् अस्ति, तत्र ज्ञा इति धातोः अवबोधनार्थं त्यक्त्वा प्रवृत्तिं सूचयति इति कृत्वा सर्पिषः ज्ञानं यस्मिन् भवति सः अवोदनं खादति. तत्र ज्ञानकारणेन प्रवृत्तिं भवति इति कृत्वा यतोहि अवगमनस्य अर्थपदमस्ति ज्ञा इति उपयुज्य, किन्तु तत्र सर्पिषज्ञान का ओदनम् इति वाक्ये तत्र ज्ञानम् इति कृदन्तपदस्य षष्टी भवति, किन्तु सर्पिषज्ञा एवं ज्ञानम् इति पदयोः उभयोः समासं न भवितुम् अर्हति. तत्र व्यस्तप्रयोगमेव कर्तुं शक्यते इति एव प्रतिविधानषष्टिः इत्यस्य एकम् उदाहरणमस्ति इति एवं तत्र तदेव मुख्यविषयमस्ति. तत्र विशिष्टसूत्राणि षष्टिविधानं भवति, षष्टि विधीयते, किन्तु विधीयते चेदपि तस्य समासमपि निषिद्धं क्रियते, निषेधार्थं भवति इति अस्ति प्रतिविधानषष्टिः इति अष्टसूत्राणि. एतेषां विवरणं किमर्थं कृतम् इति चेत् षष्टिशेषे इति सूत्रेण या षष्टिः विहिता भवति अपि कर्तृकर्मणो कृति इत्यनेन या षष्टिः विहिता अस्ति तयोः एव षष्टिसमासः सम्भवति इति अन्तिमवाक्यम्. तत्र षष्टिशेषे एवं कर्तृकर्मणो कृति शेषषष्टि समस्यते, कृतयोगे षष्टि च समस्यते, परन्तु प्रतिविधाना षष्टि न समस्यते. कृद्योगाषष्टिः च समस्यते, कर्तृकर्मणो कृति इत्यनेन कर्तृ वा कर्मण वा षष्टिः विहिता तदा षष्टितत्पुरुषसमयसा भवितुम् अर्हति. किन्तु तत्र प्रशिक्षण अस्ति उभयप्राप्तौ कर्मणि एव षष्टिः भवति इत्यनेन षष्टिः विहिता अस्ति, तत्र तस्या षष्ट्या कृदन्तेन सहासा समासः निषिद्धः. यत्र उभयप्राप्तौ कर्मणि इति सूत्रेण कर्मणः षष्टिः भवति तत्रापि समासः निषिद्धः अस्ति. केन सूत्रेण? कर्मणि च इति विशिष्टसूत्रम् अस्ति इति कारणतः तत्र उभयप्राप्तौ कर्मणि इति सूत्रेण षष्टिः विहिता चेदपि तस्य कर्मणः कर्मषष्टिः एवं कर्म कृतयोगेन समासं न कर्तुं शक्यते इति एव. अतः यथा अस्माकम् उदाहरणे बालकेन पुस्तकस्य पठनम् इत्यत्र पुस्तकपठनम् इति समासः न जायते इति एव अस्ति. तत्र पुस्तकस्य पठनम् इति अस्ति, बालकेन पुस्तकस्य पठनम् इति वाक्यम् अस्ति. तत्र पुस्तकस्य पठनम् इति पुस्तकपठनं षष्टिसमासं भवितुमर्हति वा न इति प्रश्नः. तत्र कर्मणि च इति सूत्रं तत् निषिध्यते, उभयप्राप्तौ कर्मणि कर्मणि च इति सूत्रेण. तदेव तत्र विहगवीषणं कृदन्तस्य षष्टिशेषे सूत्रस्य एवं कृद्योगे षष्टिः इति सूत्रयोः विहगवीषणमस्ति इति. तत्र किमस्ति शेषे षष्टिः इत्यत्र सम्बन्धसामान्ये षष्टिः समास्यते. यदा राज्ञा पुरुषः इति स्वस्वामिसम्बन्धः अस्ति कृत्वा तत्र समासं भवितुम् अर्हति. कारकषष्टिः कारकस्य अविवक्षायां तत्रापि षष्टिः समासं भवितुम् अर्हति. कर्मणषष्टिः समस्यते परन्तु प्रतिविधानषष्टिः न समस्यते. कारकषष्टिः भवति समस्यते, न तु प्रतिविधानषष्टिः इति शेषे षष्टिः इति सूत्रस्य विषयम्. एवं कृद्योगे षष्टिः इति सूत्रेण किं भवति? कर्तृकर्मणो इति कृते इति सूत्रेण कर्तुः अथवा कर्मणः षष्टिविधानं भवति. कर्तरि षष्टिः समस्यते, न तु कर्मणि षष्टिः. कर्मणि षष्टिः अपि समस्यते, किन्तु उभयप्राप्तौ कर्मणि इति सूत्रम् आयाति चेत् तत्र कर्तरि एव षष्टिः समस्यते, न तु कर्मण. के कर्मणि च इति सूत्रेण तस्य निषेधं भवति इति एतावता षष्टिविभक्ति कुत्र भवितुम् अर्हति इति अस्माभिः ज्ञातम्. इदानीं समासप्रसङ्गे षष्टि इति सूत्रमेव नियमसूत्रः, एकमेव नियमसूत्रमस्ति षष्ठी इति. तस्य षष्ट्यन्तसमासूत्राणां त्रिधा विभजनं भग्रते. षष्टितत्पुरुषविधायकसूत्रमस्ति षष्टि, एकमेव सूत्रं. तदनन्तरं षष्टितत्पुरुषसमासस्य अपवादसूत्राणि नियमसूत्राणि इति अन्यं बहूनि सूत्राणि सन्ति. तदनन्तरं षष्टितत्पुरुषसमासस्य निषेघसूत्राणि यदा न प्रतिविधान षष्टि कर्मणि च इत्यादि विधानसूत्राणि अपि अधोभागे दत्तमस्ति इति मुख्यविषयमस्ति. वर्गे तु उदाहरणानि पठितानि राज्ञः पुरुषः इति स्वस्वामिसम्बन्धस्य उदाहरणं दत्तमस्ति. अत्र अलौकिकविग्रहवाक्यं प्रत्ययानां लोपं तदनन्तरं पुरुषष्ठी इति प्रथमा विभक्तिः अस्ति इति कृत्वा पूर्वविधानं भवति उपसर्जनं कृत्वा अत्र राजन् इति पूर्वराजन् योगः पुरुषः राजपुरुषः इति भवति. तत्र न लोपे प्रातिपदिकान्तस्य इति सूत्रेण प्रातिपदिकसंज्ञा पदस्य अन्ते विद्यमाने नकारस्य लोपः भवति राजन् इति नकारस्य राजा भवति इति कृत्वा राजपुरुषः भवति. एवं परवलिङ्गं द्वन्द्वपुरुषयोः इति सूत्रेण उत्तरपदस्य लिङ्गं भवति समस्तपदस्य इति कृत्वा राजपुरुषः इति पुल्लिङ्गे भवति इति एव उदाहरणस्य प्रक्रियारूपेण दत्तमस्ति. पुष्पा भगिनी आत्मनः ज्ञानमिति आरभ्य पठति वा? आत्मज्ञानम् आत्मनः ज्ञानम् आत्मन् योगः नश् योगः ज्ञानयोगः सु ज्ञा इति धातुतः लिट् प्रत्ययः भावार्थे क्रियते चेत् ज्ञानम् इति लुट् प्रत्यये अस्तु ज्ञानम् इति पदं निष्पन्नं भवति. प्रक्रियायां न लोपः प्रातिपदिकान्तस्य इति सूत्रेण प्रातिपदिकसंज्ञक पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति. आत्मन् नकारः लोपः भवति. आत्मन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति इत्यतः आत्मन् इति प्रातिपदिकस्य पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति. न लोपः प्रातिपदिकान्तस्य इति सूत्रेण आत्मज्ञान इति भवति. नकारः लोपः ज्ञानम् अस्तु इति भवति. अधुना अतो अम् इति सूत्रेण अकारान्त नपुंसकलिङ्ग लिङ्गशब्दात् परस्य प्रथमाद्वितीया एकवचनस्य सु अम् अनयोः प्रत्ययोः स्थाने अम् आदेशः भवति. आत्मज्ञानयोगः सु अतो अम् इति सूत्रेण अम् आदेशः आत्मज्ञानयोगः अम् तत्तु अक् वर्णात् परस्य अम् प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति अमिपूर्वः इति सूत्रेण आत्मज्ञानम् इति समस्तपदं निष्पन्नं भवति. अस्तु अक्षत्र वर्णात् औ अक्वर्णात् परस्य लिट् प्रत्ययस्य अकवर्णः अस्तु अस्तु आत्मज्ञान इति अकारान्तमस्ति न अक् इति वदति न तत् अक् तत् अक् प्रत्याहारे अन्तर्गतः अस्ति वा न अक् प्रत्याहारे किं किम् अस्ति आयाति न ऐन् लृक् लृ एते चत्वारि वर्णाः चत्वारि तस्य परस्य अम् प्रत्यये परे यदि तदनन्तरम् अम् प्रत्यये आयाति चेत् पूर्वपरयोः स्थाने पूर्वरूपं पूर्वरूपं भवति इति कृत्वा अकारस्य लोपः भवति अमकारस्य अकारस्य लोपः भवति इति कृत्वा आत्मज्ञानयोगः मकारयोजनेन आत्मज्ञानम् इति भवति. धन्यवादः भगिनि. I think I remember where it is. 1 minute. Let me try. No, I think it is. When you see it next time, mark it, Mahadhyay. Yeah. Okay, Mahadhyay. I'm going to leave. Okay, right. धन्यवादः सर्वेभ्यः. I'll keep it ready next time. धन्यवादः.